नम सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानसूत्रमस्ति पूरणगुणसुहितार्थसतव्ययतव्यसमानाधिकरणेन इति। उषा भगिनी पठति वा? आम् महोदय। पूरणप्रत्ययान्तशब्दः गुणवाचिशब्दः तृप्तिवाचिशब्दः सत् संज्ञकप्रत्ययान्तशब्दः अव्ययम् तव्यप्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह षष्ट्यन्तं समर्थं सुबन्तं न समस्यते। पूरणगुणसुहितार्थसद् अव्ययतव्यसमानाधिकरणेन पूरणात्यर्थैः सदादिभिश्च षष्ठी न समस्यते। पूरणप्रत्ययान्तशब्दः गुणवाचिशब्दः तृप्तिवाचिशब्दः सत् संज्ञकप्रत्ययान्तशब्दः कृत् अव्ययं कृतव्ययं तव्यप्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह षष्ट्यन्तं समर्थं सुबन्तं पदं न समस्यते। सूत्रे अर्थः इति शब्दस्य पूरणगुणतृप्ति च इत्येतैः शब्दैः सह योगात् पूरणार्थकशब्दानां गुणार्थकशब्दानां तृप्त्यर्थकशब्दानां च ग्रहणं भवति सहयोगात्। अस्मिन् सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति। सुहित इति शब्दस्य तृप्तिः इत्यर्थः। सत् शब्दस्य द्वारा लट्लकारः लृट्लकारः इत्यनयोः लकारयोः स्थाने आदेशरूपेण विधीयमानयोः सत् संज्ञकप्रत्ययोः ग्रहणं भवति। तौ सत् इति सूत्रेण शत्रुशानचौ सत्संज्ञौ भवतः। अतः सत् शब्दः इत्युक्ते शत्रन्तशब्दः शानचन्तशब्दः तयोः ग्रहणं भवति। अस्मिन् सूत्रे सत् इति कृत् प्रत्ययान्तस्य अनन्तरम् अव्ययम् इति पदं प्रयुक्तम्। अपि च अव्ययम् इति पदस्य अनन्तरं तव्य इति कृत् प्रत्ययान्तस्य प्रयोगः कृतः इत्यतः अव्ययम् अपि कृत् प्रत्ययान्तमेव स्वीकर्तव्यम्। अनेन सूत्रेण कृत् प्रत्ययान्तम् अव्ययमेव स्वीक्रियते। समानाधिकरणं नाम समान आश्रयः ययोः पदार्थयोः तौ इत्यर्थः। आश्रयः नाम समानविभक्तिः इत्यर्थः। अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते। अतः समानाधिकरणवाचिनः शब्दस्य ग्रहणं भवति। सुहितार्थाः येषां ते सुहितार्थाः बहुव्रीहिः। पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः। अग्रे अस्ति वा? पूरणं च गुणश्च सुहितार्थश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः। पूरणगुणसुहितार्थसदव्यय तव्यसमानाधिकरणं तेन पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम्। सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सहसुपा इत्यस्य अधिकारः षष्ठी इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः। न निर्धारणे इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः। तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपासः न तत्पुरुषः समासः। अस्तु महोदय, वयं ज्ञातवन्तः षष्ठी इति सूत्रेण षष्ठी तत्पुरुषसमासः भवति। तत् इदं सूत्रं पूरणगुणसुखितार्थसदव्ययतव्यसमानाधिकरणेन इदं सूत्रं षष्टिसमासस्य निषेधकसूत्रम्. अत्र सूत्रे यत् पदेन सह समासः न क्रियते इति दत्तं. पूरणाद् अर्थैः अपि च गुणवाचिशब्दः अपि च तृप्तिवाचिशब्दः पूरणप्रत्ययान्तशब्दः गुणवाचिशब्दः तृप्तिवाचिशब्दः इति एकं शब्दसमुदायम्. अनन्तरं द्वितीयसमुदायम् अस्ति सत् संज्ञकप्रत्ययान्तशब्दः अव्ययम् इति तव्यप्रत्ययान्तशब्दः. अनन्तरं समानादिकरणकारणं वाच्यशब्दैः सह इति अनन्तरं 1, 2, 3, 4, 5, 6 ओके सप्तम पदानि सन्ति. ओके सप्तम वाच्यदेशे सप्तम इति न वक्तव्यं, सप्तम इति निर्धारणं भवति. सप्तशब्दैः सह सह षष्ट्यन्तं समर्थं सुबन्तं पदं न समस्यते. ओके पूरण सूत्रे अर्थः इति शब्दस्य अर्थः इति पदम् अस्ति. पूरणगुणसुहित अर्थ अर्थ इति पदेन अर्थ इति पदं सूत्र द्वन्द्व अन्ते अस्ति. द्वन्द्व अन्ते अस्ति इत्यस्य कृते अर्थ इति शब्देन अर्थ इति शब्दः पूरणप्रत्ययान्तशब्देन सह गुणवाचिशब्देन सह अपि च तृप्तिवाचि तृप्ति इति अर्थः सह तृप्तिवाचिशब्दः सह तृप्तिवाचिशब्दानां सह समासः न क्रियते. ईजि सो पूरणप्रत्ययान्तशब्दः इत्यनेन तस्य पूर्णे डट् इति सूत्र आरम्भात् तुक् ऐ थिङ्क् वाट् इस् दट् एनिवे पूर्णप्रत्ययान्तशब्दः इत्यनेन आर्डिनल् नम्बर्स् इण्डिकेटेड् गुणवाचिशब्दः कार्ष्ण्यं अथवा शुक्ल शौक्ल्यम् अपि च तृप्तिवाचिशब्दः लैक् सुख पूर्णगुणसुहि सुहितार्थ तृप्त्यार्थ शब्दैः सुहितार्थ इस् वाट् महोदय सुहिता मीन् तृप्ति तृप्ति या दट्स् वाट् ऐ या दट्स् वै ऐ सेड् सुहित अथवा तृप्ति इत्यर्थे अर्थैः सह ओके पूर्णगुण तृप्ति सह ओके अनन्तरं पूर्णगुणसुहितार्थ सत् सत् इति सत्सङ्गप्रत्यय सत् इत्यनेन शत्रु अथवा शानच् प्रत्ययसंज्ञकः सूचितः. शत्रु शानच् तौ सत् इति सूत्रेण सत् सत्संज्ञा भवति. सत् इति इत्यनेन शत्रुशानच् ग्रहणं शत्रुशानच् इति कृत् प्रत्ययः. तव्यप्रत्ययः अपि कृत् प्रत्ययः. सूत्रे सत् संज्ञकप्रत्ययान्तशब्दः तव्यप्रत्ययान्तशब्दः मध्ये अव्ययम् इति अस्ति. तस्मात् अव्ययम् इति कृत् अव्यय कृतन्त अव्ययपदम् इति ग्रहणं भवति. सो सत्संज्ञकप्रत्ययान्तशब्दः अव्ययं कृदन्त अव्ययं पदं तव्यप्रत्ययान्तशब्दः अपि षष्ट्यन्तस्य पदेन सह न समस्यते. अनन्तरं सूत्रे समानाधिकरण इति उक्तं. समानाधिकरणम् इति पदम् अन्ते अस्ति. समानाधिकरणम् इत्युक्ते द्वयोः पदयोः समानविभक्तिकं पदम् इति समानाधिकरणं. द्वयोः पदयोः अधिकरणमपि समानं विभक्ति अपि समानं द्वयोः शब्दयोः समानाधिकरणवाचिनः शब्दः इति ग्रहणं समानाधिकरणवाचिशब्दः अपि समानाधिकरणविशेषविशेषणविशेषभाव बट् सो समानसंकरणं समानविभक्तिकम् इति स्वीकर्तव्यम्. समानविभक्तिकम् अस्ति तत् इति कृत्वा तत् विशेषणविशेषभावः अस्ति. आम् सो देन् देर् आर् टु पदास् बट् देन् द षष्टि सुबन्तं पदं समानाधिकरणेन समानविभक्तिकं षष्ट्यन्त समानषष्टिविभक्तिकम् इति अर्थः जायते. नो नो महोदय, समानविभक्तिकम् अस्ति इति कृत्वा न सी द क्वश्चन् इस् देट् समानविभक्तिकम् इत्युक्ते समानविभक्तिकं द्वितीया भवितुमर्हति, तृतीया भवितुमर्हति, इत्यादि भवितुमर्हति. किन्तु अत्र तु वर्तमानविषयमस्ति षष्टि तत्पुरुषसमासः इति कृत्वा समानषष्टिविभक्तिकं पदं समसनं कर्तुं शक्यते वा इति. यदा यदा बालस्य सुन्दरस्य बालस्य रोदनम् इति अस्ति. सुन्दरबालः इति भवितुमर्हति वा अत्र न. सो षष्टिसुप् इति षष्टिसुप् इति अनुवृत्तिसहितसूत्रे महोदय षष्टिसुप् इति एकं पदम्, अनन्तरं पदं पूर्ण अथवा गुण अथवा सुखित अथवा सत् अथवा अव्यय अथवा तव्य अथवा समानाधिकरणपदं. सो दट् इस् दि सुपासः. सो षष्टिसुप् एनी आफ् दीस् सुपासः न तत्पुरुषः समासः. सो द समानाधिकरण उषा भगिनी, नौ ऐ हेव् ए ट्रिकी क्वश्चन् फार् यू. ओके, द ट्रिक् इस् द्वन्द्वादे द्वन्द्वमध्यौ द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं पदेन अन्वयं भवति इति. अत्र अर्थशब्दः तु मध्ये अस्ति इति स्वीकुर्मः चेत् वै आर् वि टेकिङ्ग् ओन्लि फार् पूरणार्थ गुणार्थ सुखितार्थ, वै नाट् सदर्थ तव्ययार्थ व्यवयार्थ समानाधिकरणार्थ, वै आर् वि नाट् यूसिङ्ग् दट् वे. भगिनि सेट् समथिङ्ग् बट् no but because there is a bahuvrihi too, right? Suhita arthah yesham te bahuvrihi, they are together is bahuvrihi. No, that's not that suhita artha is only bahuvrihi, then the only suhita artha should they have a artha, not puranartha guna. Oh, that is only sukhitartha. Yeah, sukhitartha yesham te is only sukhitartha, that is alone is bahuvrihi. Okay, yes. So then the purana guna sukhitartha sadavya. So we are also here mentioning that puranartha gunartha. So how did that happen, and if that is happening, why not sadartha avyayartha tavyartha samanadhikaranartha iti. No, I want your help because I'm not able to find an answer for that. But I know, I think there is an answer, but whether I'm right or wrong, I don't know. Because sadartha cannot be construed because sad is a samnya. Right? Yeah. So samnyartha is not a possibility for a group. Right? And avyayartha is an avyayartha cannot be really giving a meaning. Avyaya is again a name forum. Oh yeah, he said that in the class, Mahodaya. Oh yeah, yeah, yeah. Yeah, Bhagini Uktavati. Avyaya artha is impossible. Yeah, right. Only when he said avyaya, yeah. Yeah, and then Purana Sukhitartha Sad Avyaya Tavya also is only one pratyaya. It cannot be Tavya Pratyaya Artha. And Samanadikaranam Api Samanadikarana Karana Artha Iti. Already Artha is Samana Vibhaktikam Apicha Samanadikaranam Karanam Api Karanam Api, the same Adikaranam Api, the Ekasmin Adhikarane Asti. So then Artha cannot come with Samana Adhikaran Karanam also. So yeah. how do we make analysis of the sutra? It's an Ekapadam Sutra, right? Yeah. So the Artha Ekapadam cannot sutra, go with the how do we categorize that Purana Guna Sukhidartha as one category? Sat, Avyaya, Tavya, Samanadhikarana are independent words. And because, then all of them put together becomes another Samahara Dvandva. Samahara Dvandva, yeah. Because Artha cannot go with Sat, because like you said, it is Sanya. That is understood. But when you are making a Samanapadam, Ekapadam Sutra Masti, iti kritva Samanapadam Masti, Samastapadam. So there is one Dvandatatvandva dvandva with Purana Guna Suhita Artha. With that there is a Itaredara Dvandva, and then there is a Samahara Dvandva between that one Itaredara Dvandva word and with other words. So it will be like that, you know. Itaredara dvanda garbha samahara dvanda samasaha. And the itaretara also has a bahuvrihi. Right. It is also inside a that there is a bahuvrihi of Sudhigitartha is a bahuvrihi. Bahuvrihi. So that itaretara dvanda is bahuvrihi garbha itaretara samasaha. Tadrisha itaretara samasa, samasa, what should I say, garbha. Samahara dvandha becomes a Purana Guna Suhidartha Sadam Yetavya Samanadhikarana. Tena becomes Aranena iti bhavati, Tritiya bhavati. But even in forming the compounds also, I think they have, I don't know, but I think I have seen rules where they say only this pada can be in the beginning, the other pada cannot be in the beginning, something like that. Yeah, that is there, no? What we call purva nipata kadam, kasya purva nipata bhavati ityadi. No, but it should start for the dvandva. I think it had to start with the vowel and less akshara. I think that Alpachtaram, that one of the sutras we read, I think that what it means, I think. Alpa Aksharam Padam will go to the beginning. Something I just wanted to see what these sutras mean. They have various rules. I felt like, oh my God, the Dvandva I thought would be easy. Even the Dvandva also has anything. Yeah. Anyway, I thought, you know, of all the things, Shashti Tatprasad, there is one sutra, Shashti, it will be over with that. But that seems to be the topic going on and on and on. On and on. See, Shashti can be, you know, Shashti Sheshe, that means they can do a lot of things, you know. So that's why I know Shashti Tatprasad will be very difficult. It is actually made difficult because of the other rules which are, you know, bringing conditions for the other, you know, words separately for that. You know, with ukta anukta bhavati va, vivyaksha kim asti va, then nishena asti va, apavada asti va, ya pratiprasavam bhavati va. All these things have to be considered, no? Anything. Uma bhagini avagatam va? Are you able to hear me properly? Da. Yeah. Now, as per your advice, I am using mobile, making switching off my computer speakers, and then making it also mute. Yeah. Now I'm doing that. Oh, that's a good idea, Maharaya. What? Then now we can hear you. Just now he said that. That's right. Good. So I understood this is a Nisheda Sutram for Shashti Samasaha. Then, what are the words which make this Shashti Tatpurusha not possible is Suhita, Guna, Artha, Suhita, Purana, Guna, Suhita, Artha, and Avyaya, and then Avyayam, and then Tavya, and Samanadhikarana, Supasaha, Tatpurushaka Samasaha, Nabhavati, iti Avagatam. Right. And then you asked a why this Purana Guna Sahita and all is not, we are not taking only Avya, Tavya, Avyaya, etc., Samanadhikarana, etc., why only taking these two, three? That's what you are, as an example, we take only this Purana Guna Sugita Artha. That's what we are taking. Why not other things? Then you said it's all this one samasa combining Tatpurusha samasa, Itaretra Dvandva, and then these Tatpurusha Garbha, Itaretra Dvandva joins with what is the other samasa? Dvanda samasa? Samana. No, not samana. No, it is another one. Dvanda samasasya. Dvanda samasasya prabeda. Dvanda samasa has got two prabeda. Itare dara dvanda and samahara dvanda. Samahara, I didn't get the word. So samahara dvanda is like vartate, the sutram. That is why that... I didn't understand after that. Only after this I understood. So the only thing is, it is a Nisheda Sutram for Shashti Tatpurushaka, because with these words, Shashtyanta Padam na Samasyate. Yeah, but then... one thing I said, tell you, if it is Samana, Tanetana Bandhu and... again I forget that word. Samahara. Okay, Samahara. Samahara Dvandvam should be in Ekavachanam Napumsakalingam, no? Samahara Dvandvam always comes as in Napumsakalingam and Ekavachanam. Purana Guna Sugitartha Sadavyaya Tavya Samanadi Karanam. And Tritiya, Napumsakalingam pulling are not able to make out because Karanena is Tritiya. So that is possible in Napumsakalinga also. So yeah. That it has come as... Yeah, Purana Guna Suhitartha Sadavyaya Tavya Samanadhikaranam Tena Samanadhikaranena. Okay. So after this if you look at the screen, it is given as Napumsakalinga only, na? Purana Guna Suhidartha Satavya Samanadhikaranam, Koma, Tena. Yes, sorry, I didn't see that. Okay, right. You're right. Because he has mentioned that Samahara Dvandvaha iti. Puranam cha, Gunam cha, Suhidarthascha, Tat cha, Avyayam cha, Tavya cha, Samanadhikaranam cha, Tesham Samahara Dvandvaha. So, that Sampurna Vakyam is a Samahara Dvandvaha. That is Napumsakalinga in Ekavachanam. Okay. But in that, my question was, why the word Artha is Anvaya with Puranartha, Gunartha, Suhidartha only, and not with Satartha, Avyayartha, Tavyartha, Samanadhikaranartha, iti. Because the rule is that, Dundvade, Dundamattu, Dundvadyo, Shruyamanam, Padam, Pratyegam, Sambhatyade. That is, in a word which is heard in the Dvanda Samasa, whether it is in the beginning, middle or end, should be you know, anvaya with each word of the member, each member of the dvanda samasa. See, the best example for that, it is that pratipadikanta, no, that is pratama, no, pratipadika. What is that karaka prayana pratama sutram, Usha Bhagini? Pratama. Matra. Karaka prakaranam is 2-3. No, in that one first sutra is there, no, that pratama vibhakti definition. Pratipatika linga vachana matre matre na, yeah, so there the word matre is heard in that samahara dvanda. So pratipatika matram, linga matram, vachana matram, that matra is anvaya with each one of them. That is the best example for that. Pratipatika linga parimana vachana matrae pratama iti sutramasti. So that is where the word matra is anvaya with each word of that whole samaha, dvanda samasa. So pratipatika matram, linga matram, vachana matram, paridama matram iti, that is pratipadika is there, then linga is teaching, then vachanam and parimanam is, that is how it is measured as pratama vibhakti definition. That is where the dondvade dondamadye dondande sruyamanam padam pratyekam abhisambhatide iti. So my question here came the same way. If artha is heard in between in the dvanda samasa, why are we only taking it purna artha, guna artha, suhita artha, but not with others like sada artha, avyaya artha, tavya artha, samana adhikarna artha, for which other words are not there for that tavya and other things. There is no equivalent word. No. Why it cannot be taken is, even though it is applicable, it doesn't make sense to say avyaya artha. Because yes, avyaya is a, only one designation or a name for a group of words, no? Avyaya vachi shabdaha. So avyaya artha, it doesn't make a sense. Yes. Right? Yeah, okay. Same way tavya is a standalone pratyaya. So tavya artha, we cannot say. Yes. Same way, samanadhikaranartha also we cannot say. There is no other words for those things. There is no other words for this thing. Only one. So the artha cannot be, the artha cannot have anvaya with these words. With the sat, avyayam, tavyam and tavanadhikaranam. So therefore, artha, even though it is applicable, since it doesn't make sense for the words, so only puranartha, gunartha, suhidartha is workable. Okay. Arunabhagini avagatam na? Mahadaya. Right. So, agre patatu bhagini? Arunabhagini? Okay. Atha, purnarthaha. Astadhyayam, tasya purane dat. Ityasmat sutrat arabhya. Sashtyadesh. सङ्ख्यादेः इति सूत्रपर्यन्तं पूर्णप्रत्ययान्तशब्दाः उक्ताः सन्ति. पूर्णं नाम पूरयते अनेन इत्यर्थः. पृद् धातु पूरणे इत्यर्थः. इति धातोः ल्युट् प्रत्ययं कृत्वा पूर्ण इति शब्दः सिद्ध्यति. पूर्णं इत्यनेन गण गणनाया पूर्णता भवति इत्यर्थः. आर्डिनल् नम्बर् इति अर्थः. एतैः पूर्णप्रत्ययान्तशब्दैः सह षष्टितत्पुरुषमासः निषिद्धः अस्ति. ओके, वयं पठितवन्तः दीर्घसूत्रपूर्णवाचिशब्द लैक् द गुण देर् पूर्ण मे अर्थकर्तमणि अत्र दत्तम् अस् अद्य अष्टाध्यायी पूरणे डट् इति सूत्रमस्ति. अष्टोत्र आरभ्य षष्ट्यादेश देशासङ्ख्यादेः पर्यन्तं पूर्णप्रत्ययान्तशब्दाः उक्ताः सन्ति. ओके, पूर्णं नाम पूर्यते अनेन इति अर्थः. धातु अस्ति पूर्ण प्रुधातु, पूर्णे लुट् प्रत्ययान्तशब्दः पूर्ण. तत्र गणनाया पूरणता भवति इति. यथा एकं समूहस्य गणनां भवति, बालानां तत्र बालानां पञ्चमः इति वाक्यं स्वीकरोतु, छात्राणां षष्ठः इति. तत्र छात्राणाम् इति गणनां भवति, न गणन् तत्र समूहस्य गणना भवति. तस्मिन् प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः. यथा षष्ठः इति पदं तत्र श्रूयते, तत्र इति गणना षष्ठबालकपर्यन्तम् इट् इस् हौ इट् इस् बीङ्ग् कौण्टेड्. Even though there may be still further students are there, the moment we say you are the sixth, means we are not discussing about the seventh, eighth or ninth or the tenth student. So it is completing, getting completed with that word sixth. The word th when we add to sixth means we are considering only the particular student group up to sixth, right? So ganana means counting. Okay. Gananaya Puranata means completion of the counting. When we use a Purananda Pratyaya, it is completed for that purpose. That purpose, okay. But my question is, Puryade Anena iti Vakya Masti. Kena is my question. The Swamiji says, कारण प्रत्यय उत्पत्ति समथिङ्ग्. ऐ डोंट् नो व्हाट दे मीन्. यू नो हाउ मीनिङ्ग् दिस् समटैम्स् दे से इट्स् कर्तर्ता ते कर्मणि अस्ति लैक् दट् कारण उत्पत्ति आर् समथिङ्ग् दे. ऐ डोंट् नो व्हाट एक्साक्ट्लि इट् मीन्स्. पूर्णं नाम पूर्यते अनेन इट्स् विप्त. हौ वाट् इस् दि उत्पत्ति आफ् दट् पूर्ण इस् दट् इस् पूर्णः, बट् हियर् इट् इस् पूरणम्. बोत् आफ् दम् आर् डिफरेण्ट्. पूर्णं पूर्यते अनेन इति पूर्णः, रैट्? हियर् आल्सो पूरणम् इस् तत्रापि पूर्यते अनेन इत्यर्थः, समानार्थकः. बट् अनेन पूज्यते, केन पूज्यते? प्रत्ययाः इत्यनेन महोदय, दट्स् वाट् ऐ थिङ्क्. डट् इति प्रत्यय आरम्भात् प्रत्ययान्तेन पूज्यते. यदि डट् प्रत्ययं स्वीकुर्मः चेत् डट् प्रत्ययान्तं योजनेन गणनायाः पूरणं भवति. ओके ओके. यदि मट् अपि आयाति, मट् अपि मट् दट् इस् वै वी गेट् पञ्चमः. पञ्चमः आद्यन्तौ टकित टक् टित् अस्ति न टक्कस् टित् अस्ति या. सो आदि अस्ति, सो प्रत्ययस्य आदि. सो whatever we add it goes before that. Okay, tasya purne dat. So tasya purne dat. So that's why it goes before the shash yogah dat, and then shash yogah a iti sthite, and then whatever that we bring it goes before then mat then mat is mat will come. Mat will the agama will come towards the this thing. That's why we get a panja mahashas. In the panja mahashas, wherever we hear the ma. But where there is mat is not coming, in the case of shash, the mat is not coming. So there we will only hear shashtaha. That also is a tit pratyaya. So shash yogaha a iti asti, but dat ityanena then tuk agamaha api bhavati. Tuk dat iti then shash yogaha a iti bhavati dat akara eva. There it is not a tit pratyaya. That is only tit pratyaya, not agama mahodaya. So there we don't have to consider adhyanta utakitam. Only for tuk we have to consider adhyanta utakitam. Because there that is a pratyaya, whereas only for agama we have to say tit tarkit. Shat kati kati paya chaturam tuk. Iti sutram I can see in the screen there. So there that tuk is the agama. So only for the agama then we have to say, because it is kit, adhyanto takito, so it goes ante. Adhyanto takito is only for agama? Agama. I don't think so. Agama, all pratyas. No, I think it's only for agamas. Etit agama is attached before its substrate, and a kit agama. Kit agama. Agamina. Kit agama. Ante vidiyate. So, if it tit means it is to be taken as an agama only, na? I am tit agama asti, ataha, I am agamasya ado prarambe vidiyate. Prakriyaya iyam. No, there Ash is the agama. There for the lung lung lung shvat udataha, that sutra is what we are looking at there. There the at is the agama. So the takara is an agama there. Because it is agama, then you have to think about adi or andav. For the pratyaya, pratyaya always follows the Pratyaya always follows the whatever that either the dhatu or the pratipatika. Tasya purane that sankhyaya pratyaya parasya atyuta adhan nya prasipatika tattidaha samarthana pratamatva. Tasya purane iti sankhyaya that shashti samartha sankhya vachinaha shabda puranaha ityasmin arte that pratyaya uchyate. That pratyaya right. So ekadashan yoga dat. Ekadashah, ekadashan yoga dat. Ekadash. Tehe lopa. An has gone. So ekadash iti avashishyate. Dat iti tatra akara avashishyate. Therefore ekadashah. So that's all. Okay. There is no agama there. So, okay. Right. Only because, for shash. Not only agama. See, adyutata tit asti chet adyutata vahi bhavati. Tadida pratyayeshu. In the tadida prakarana, if you see that, if a pratyaya is given with a tit, it is an adyutata. So udata ityanena denna. That is a ucharana sthana. Ucharana sthana. That pratyaya will come as a abhitan adyudata pratyaya. So the akara will be adyudata akara. Okay. Anyway, that is a different subject altogether. So then the way here. They say the compound would be different, I guess. Right. Okay. No, actually speaking, I have listened to one lecture by Madhav Deshpande. who says that in olden days, just by listening to the samasta, samasta padam, with the adhyutata, anudata, you know, all those things, because just by hearing, they were able to make out that whether what type of a samasa it is. They don't have to even analyze it. By mere uchharanam, they could say it is a bahuvrihi or tatpurusha. They will be able to say, differentiate between that, it seems. But that swara jnanam na asti atra iti kirtva. Okay. Uma bhagini sadam shrashtaha iti patati va? Patami va, mahodaya. सतां षष्ठः सज्जनानां षष्ठः इत्यर्थः षण्णां पूरणः षष्ठः इत्यर्थे षष् इति प्रातिपदिकात् तस्य पूरणे इड् 5 to 48 इति सूत्रेण षष्टि समर्थात् संख्यावाचिनः शब्दात् पूर्णः इत्यस्मिन् अर्थे डट् प्रत्ययः विधीयते. षष् योगः डट् बिकम्स् षष् योगः आ. षट् कति कति पयचतुरां थुक् इति सूत्रेण षष् कति कतिपय तथा चतुर् इत्येतेषां विषये पूर्णः अस्मिन् अर्थे विहिते डट् प्रत्यये परे अङ्गस्य तुक् आगमः भवति. षष् योगः थ योगः आ. षकारस्य योगेन ठकारस्य स्थाने ठकारादेशः भवति ष्टुनाष्टुः से. इत्यनेन षष्ठ इति प्रातिपदिकं सिद्धं भवति. षष्ठः इति पदं पूर्णप्रत्ययान्तशब्दः. अत्र सताम् इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह षष्टि इति सूत्रेण यः समासः प्राप्तः तस्य निषेधः क्रियते. ओके. पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रेण अतः सत् षष्ठः इति षष्टि तत्पुरुषसमासः न भवति. व्यस्तप्रयोगः एव करणीयं सतां षष्ठः इति. सर्वेषां क्रमवाचकसङ्ख्यानां पूरणीसङ्ख्या इति नामकरणं भवति. सो अत्र सतां षष्ठः इत्यस्य विवरणं दत्तं. सज्जनानां षष्ठः इति सतां षष्ठः इति इत्यस्य अर्थं सज्जनानां षष्ठः. षण्णां षण्णां पूर्णः षष्ठः इति आगच्छति. सो षष् योगः डट् प्रत्यययोजनेन षष् योगः आ भवति. डकारः टकारः इत्संज्ञा तस्य लोपः भवति. सो आ एव अवशिष्यते. षट् कति कतिपय चतुरां थुक् इति सूत्रेण इट् इस् तुक् आगमः भवति. सो कदा भवति षष् योगः तुक् योगः आ. दट् इस् इन्स्ट् आफ् दट् देर् इन् बिट्वीन् तुक् आगमः भवति. षष् योगः आ इति अत्र तुक् इन् मध्ये तस्य मध्ये आगच्छति. करेक्ट्. शकारस्य योगेन तुक् तकार आगच्छति. तत् तकार तुक् अस्ति कृत्वा आद्यन्तटकित इति सूत्रेण प्रत्ययात् आद्ये पूर्वम् आयाति इति कृत्वा अकारात् पूर्वं थकार आयाति. इट् इस् इन्स्ट्र तुक् इट् हेड् बीन् तुट् इट् हेड् बीन् तुक् देन् नो आद्यन्तटकितौ वा ककार इत्यस्ति चेत् अन्ते अस्ति. अत्र षट् कति कतिपय चतुरां तक् तुक् इति सूत्रे षट् इत्यस्य कृते तुक् विधीयते. सो अनन्तरं षष्य अनन्तरं तुक् भवति. दट् इस् वै अन्ते षष्य अन्ते षष्ट अन्ते ओके आद्यन्तौ आद्यन्तौ तकितौ तकितौ सो मेनि टैम्स् अन्ते अन्ते अन्ते वाटेवर् इट् इस् विधीयते षष् इत्यस्य कृते तुक् षष् इति पदस्य विधानम् अनन्तरं तु षड् योगः षष् योगः थ योगः अष्टुनाष्टु अत्र अष्टुनाष्टु षष्ठ इति पदं सिद्ध्यति. सो षष्ठः षष्ठ इति सिद्धं भवति. षष्ठः इति पदं पूरणप्रत्ययान्तशब्दः. सो विसर्गं अत्र आगच्छति न विसर्गः कुत्र आगच्छति षष्ठः नो ऐ डोण्ट् अण्डर्स्टाण्ड् दिस् पोर्शन् ष्टुनाष्टु इति कृत्वा षष्ठ इति भवति. तदनन्तरं प्रातिपदिका इति अधिकरणे अस्ति कृत्वा सुप्रत्ययं विधीयते. सुप्रत्ययं विधीयते इति प्रथमा एकवचनस्य सु इति आयाति. उकारलोपानन्तरं स अवशिष्यते. सकारस्य सजुषौरु रु इति खरवसनविसर्जनीयः. ओके इति सूत्रेण विसर्गः आगच्छति. ओके रैट् थेङ्क् यू. सो षष्ठः इति पदं पूर्णप्रत्ययान्त शब्दः. सो सतां षष्ठः इति समस्तपदं विना व्यस्तप्रयोगमेव आगच्छति. पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रेण अत्र षष्टिसमासः न सम्भवति, व्यस्तप्रयोगमेव सम्भवति सतां षष्ठः इति. अन्तिमवाक्यं किं वदति? अन्तिमवाक्यं सर्वेषां क्रमवाचकसङ्ख्यानां पूरणी सङ्ख्या इति नामकरणं भवति. सो क्रमवाचकसङ्ख्यानां ओ दट् इस् सङ्ख्याशब्दः अस्ति चेत् दे आर् अस्य ग्रूप् काल्ड् पूरणीसङ्ख्या. दिस् नामकरणं पूरणीसङ्ख्या इति नामकरणं अस्ति. तत्र मम प्रश्नः अस्ति भगिनि, यदि पूर्णार्थप्रत्ययान्तशब्दमस्ति चेत् षष्टिः न समस्यते इति उक्तम्, तस्य अपवादः अस्ति वा? न जानामि. न तत्र अस्ति न द्वितीय तृतीय चतुर्थ तुल्याणि पासिबिलिटि आफ् अदर् समासः फार् द्वितीय तृतीय अण्ड् चतुर्थ. ओके ओके सारि ओके ऐ फर्गाट् दट्. सूत्रस्य तृतीय चतुर्थ तुल्याणि अन्यतरस्यां स्टडीड् दट् अट् दट् टैम् दिस् सूत्र वास् रेफर्ड् दट् यतोहि द्वितीय तृतीय चतुर्थ एण्ड् तुल्या हेस् पूर्ण प्रत्ययान्तः अन्यतरस्याम् इति सूत्रमस्ति कृत्वा षष्टि समस्यते फार् दीस् ओन्लि फार् द्वितीयान् देर् बोत् इस् पासिबल् अन्यतरस्याम् इति चेत् बोत् आर् पासिबल् व्यस्तप्रयोगम् अस् वेल् अस् समस्तपदमपि सम्भवति. तत्र षष्ट्यन्तपदेन दीस् वर्ड्स् आर् नाट् समस्यते. दट्स् आल्. धन्यवादः. हियर् इट् इस् नाट् पासिबल् देर् द्वितीय तृतीय देर् समस्यते. Yes, yes. Samasyate, not compulsory, no? Anyatarasyam, no? That sutra. So, possible is samastapadam as well as yastaprayogam. Both are possible. That's what I understood. अन्यतरस्याम् अन्यतरस्यां ग्रहणार्थं न प्रवर्तते, ग्रहणसामर्थ्यान् न प्रवर्तते इति. सोऽपि समासः भवति, एकदेशिसमासः इस् देर् भगिनि, द्वितीयभिक्षायाः एकदेशिनसमासः. वाट् इस् द काशिकारसेस् एकदेशिना एकाधिकरणे इति वर्तते, तत्र षष्टिसमास अपवादः अयं योगः. अन्यतरस्यां ग्रहणात् सः अपि षष्टिसमासः भवति. पूरणगुणसुहृदार्थसतव्ययतव्यसमानाधिकरण इति इति सूत्रस्य प्रतिषेधः च. अतः एव अन्यतरस्यां ग्रहणसामर्थनं न प्रवर्तते. सो अन्यतरस्याम् इति ग्रहणसमर्थन समर्थान् न प्रवर्तते, बिकास् इट् इस् एन् अपवादसूत्रं, देर् फोर् यु केनाट् हेव् ए विकल्प देर्. ओके ओके, सो दट् मीन्स् देर् द्वितीया तृतीया चतुर्थी अण्ड् तुर्य दीस् फोर् ऐटम्स् चतुर्थी तुर्य दीस् फोर् वर्ड्स् समस्यते. For example, let us take this. Turiyam Bhikshaya and Turiya Bhiksha. Bhiksha Turiya Va Iti Asti. There are three forms for it. Turiya Bhikshaya, Turiya Bhiksha, Bhiksha Turiyam Va. So, Vikalpena, all the three forms are possible. Now, Turiyam Bhikshaya is where Purana Guna Suhidartha Satavya Tavya Samana Adhikarana is operated. तुर्यभिक्षा इस् द्वितीयतृतीयचतुर्थीतुर्याण्यन्यतरस्याम् इति सूत्रेण भवति. नौ भिक्षातुर्यम् इति कथं निष्पन्नं भवति? एकदेशिना एकाधिकरणे इति सूत्रेण. ऐ डोण्ट् अण्डर्स्टाण्ड् द सूत्रं महोदय, इफ् पासिबल् Right, explain to me. Ekadeshi samasa pagadi. Prathama deshi, no? What is the difference between Shashti and Prathama samasa? Prathama vibhakti. Prathama tatpurusha. Purva nipada gets interchanged. In the Shashti tatpurusha, the Shashtyanda padam purva nipadate. एकदेशीकरणे वाट् सेस् इस् दट् ईवन् दो इट् इस् बिलोङ्गिङ्ग् टु षष्टि तत्पुरुषस्य अपवादरूपेण, तत्र षष्ट्यन्तं पदं पूर्वनिपादं न भवति इति कृत्वा भिक्षातुर्या इति भवति. सो दट् मीन्स् इन्स् आफ् तुर्या भिक्षा इट् इस् भिक्षातुर्या. भिक्षायाम् इति षष्टि अस्ति न, भिक्षायाम् इति षष्टि अस्ति. सो दट् षष्टि षष्ट्यन् षष्टिविभक्तिः लोपे लोपानन्तरं भिक्षा द्वितीयम् इति आगच्छति. भिक्षाया इति तृतीय न, भिक्षाया इति उषा भगिनी, भिक्षायाः इति षष्टि. सो भिक्षाचतुर्यम् इस् द षष्टितत्पुरुषसमस्या. सो वी हेव् त्री सूत्रस्य. तूर्यं भिक्षाया इस् पूर्णगुणसुविधार्थसदव्ययतव्य समानाधिकरणेन समासं न भवति. एकदेशी एकाधिकरणे इति कृत्वा no no bahut I think that vyasta prayoga is possible because of the mahavibhasha that vibhasha iti tatpurusha adhikare asti right what is that vibhasha yes vibhasha is there yeah Turiya Bhiksha is the one by this द्वितीय तृतीय चतुर्थतुर्याणि अन्यतरस्याम् एकदेशिसमासः भवति. यतोहि तुर्य इति पदं सूत्रे प्रथमविभक्तौ अस्ति इत्यतः पूर्वनिपातः भवति उपसर्जनसंज्ञा भूत्वा prohibit this samasa, normally speaking. Because Turyam is the Puranandha Pratyayam Shabdamasti. Iti Krutva, Purana Guna Suvidartha is a Apavada, is a Nishedaka Sutra. Tasya Apavada Sutra Masti, Didiya Trutriya Chazutta Turyani Anyatarasa. Iti Krutva, Turya Bhiksha iti Apavada Rupena Bhavati. And Bhiksha Turyam is Shashti. Shashti iti sutrena Shashti tatpurusha vi bhavati. So that is why we get the three forms. Adhuna avagatam va? Okay. So this chatranam panchama is similar to shastatam shastaha. But the gunartha Bhagini has not taken in the class. Mm-hmm. So we will leave it at that for Bhagini to start from here, gunartha. Chatranam panchamaha, chatranam dashamaha. Dashamaha. These are all like sadam shashtaha iti. Samanartha. Puranartha pratyaha. Panchama dashama iti puranartha pratyaha. Right. Yeah, we stopped with the panchama, dashama, whether it is right. Nirdharana the, or... Now there is a question for which I said that whether this panchama, shatshima, dashama, whether it's a nirdharana arthayasthi. Well, one second, atra gunartha is together given, no? Is it a samasam, not a Vesta program? There is samasam sambhavati? Gunartha? Gunartha is a group, na? Puranartha, Gunartha, Suvidartha, iti okay, sutra. Okay, that is the next group, okay. Okay. Uma Bhagini, we can literally nicely hear you. Yeah, I followed what just now Mahodhya said, but it is not fine. So it is only Mahodhya's planet. Yeah, thank you. In Vidya Bhagini's class also, please keep doing this only. Yeah. Yes. She will be happy to hear you. She will even ask, what did you do now? She will I will say that Aravindji taught me what I have to do. Anyway, thank you so much. So we stop it here because we let Bhagini continue their class. Any other thing which we need? What do you think about? Whether the it is chatranam nirdharanartham bhavati va? No, jati guna kriya sankhya nasti mahodaya. Sankhya nasti certainly, because sankhya is like chatranam ramaha ityakte ramaha, he is Rama whether he is as a chatra or he is going to be later also he is going to be Rama. Whereas panchamaha, the chatranam panchamaha only as long as he is a chatra, it is applicable, Mahodaya. So panchamaha, chatranam panchamaha is not a sankhya there. Jati, guna, kriya, sankhya, I feel like they are applicable to that person all the time. See, what does that Yatashtha Nirdharanam Sutram say? Shashti saptamyau vartate. Because it is a vidhanam for Shashti adava saptami. Okay. Jati guna kriyabhi samudaya samudaya ekadeshasya prithakkaranam nirdharanam. So by the jati guna nirdharanam tataha shashti saptamyo vibhaktihi bhavati manushyanam satriyah suratamaha. Now suratamaha is the nirdharanam, right? No. Manusheshu Kshatriya is a Nirdharanam. No. मनुष्या इस अ निर्धारण दैट इज व्हाई मनुष्याणाम इति षष्ठी भवति मनुष्याणाम इति नो नो महोदय इस अ ग्रुप मनुष्याणाम इस अ ग्रुप ऑफ पीपल अमंग देम क्षत्रिया इज निर्धारण नो नो लिसन टू मी ओके यतस्य निर्धारणम समुदाय एकदेशस्य पृथक्करणं निर्धारणम् पृथक्करणं केन भवति शूरतमः इति शब्देन भवति क्षत्रियः इति नामकरणमस्ति तच्च एकसमुदायकमस्ति मनुष्यः इति समुदायस्य इति कृते समुदायस्य षष्ठी अथवा सप्तमी भवति नो नो महोदय मनुष्येषु नो वी डिड् ओन्ली नृषु ब्राह्मणकः समथिङ्ग् लैक् दट् नृषु अमङ्ग् द नृषु ब्राह्मणः श्रेष्ठः उषा भगिनी बोथ् आर् गिवन् मनुष्याणां क्षत्रिय शिवरतमा मनुष्येषु क्षत्रिया शिवरतमा ओके द षष्टि अण्ड् सप्तमी इस् ओन्लि फोर् मनुष्य ओके रैट् ओके सो वाट् डस् इट् से द निर्धारणं केन केरणवाक्ये केन वाक्येन भवति सी वाट् इस् द वर्ड् विच् इस् निर्धारणं भवति नाट् नैदर् क्षत्रिय No, no, Mahode, Jati, the Jati is the Kshatriya Jati is Nirdharanam Bhavati, Prithakkaranam Bhavati from the Manushyeshu. Of all the Manushyas, Kshatriyaha iti Prithakkaranam Bhavati. No, Shuratamaha is Dharma, is like Shuratamaha need not even be there. We are only saying the Nirdharanam is based on this Dharma of Shuratama. क्षत्रिय ग्रूप् इस् पृथक्करणं भवति नो पृथक्करणं भवति स्पेसिफिकलि टेकन् औट् अण्ड् सेड् या सो अमङ्ग् द मनुष्यास् क्षत्रियः शूरतमः शूरतमः इस् उक्तं जस्ट् एलुसिडेट् फार् अस् इन् वाट् अण्डर् वाट् ग्रौण्ड्स् सो क्षत्रियः is the group that is the prithakaranam bhavati kshatriya they are given the nirdharanam now singled out the kshatriya group we singled out the kshatriya group from the manushyas because of their shuratanam so okay. manushyeshu kshatriya shuratamah when I say chhatranam panchamah there is no special dharma is mentioned and chhatranam is a group but panchamah there is no nirdharanam kriyate mahodaya there is no jati it's only a ganana yeah it's a count so that as long as he is a chhatra then you can say he is the fifth once he grows up and he is not a chhatra anymore in that among the six students or five students he is not going to be the fifth or even during a chhatra time when he comes out of the school he is not being pariganitaha he is not being selected for anything like that so he is not prithakkaranam we are not doing once the prithakkaranam he is patashala he is no more panchama or shashtaha analysis I'm not disputing what you're saying is right or wrong but my question is that manusheshu kshatriya that two words alone if you look at it the shashti or saptami for manushyanam manusheshu is by the yadastha nirdharanam iti sutrena right okay that is we allocate the shashti or saptami for that group okay for that group yeah now yatasth nirdharanam from that we are doing a prithakaranam that is called nirdharanam yeah so but if you look at all the examples you will find a purana pratyaya no mahoday where is the purana pratyaya here good no guna pratyaya idi guna gunanda pratyaya na shura tama idi sama pratyaya that is just a dharma mahoday either based on the jati Krishna is the like gavam Krishna sampanna there it is the guna the Krishna color the black cow okay now I'll ask you the statement okay Bharata deshasya panchama pradhanamantri that's true Mahodaya if that example tatra, is good but tatra samudayesya prithakkaranam bhavati va there is no samudaya, there is no prithakaranam there, mahodaya. पञ्चमः इत्युक्ते गणनायां पूर्णता तदेव भवति न पञ्चमः इति उच्यते. But we are there, Mahodaya, but there, you say Bharata Deshasya, when you go to another country, they may not have a prime minister. So among the Desham also... We are talking about a vivaksha of a condition. No, Mahodaya, from Bharata Deshasya, then you have to take one group of people and then do your Prithakaranam. Yeah, I am taking the group of Pradhana Mantris of Bharata Desha. But that is not a permanent that is character permanent. Of that. No, it is not a jati or a guna or a kriya or a sanya, Mahodaya. It's a jati, Pradhana Mantri jati. No, it is an individual, no? Individual. It is individualized. No. See, from Jawaharlal Nehru to Narendra Modi, there is a group of people who are, it's a group. No, right? You are doing a group among a group. You are among the manishas, among the leaders, among the ministers, among the prime ministers. For me it is very simple, Bhagini. If there are list of prime ministers, I want to know which is the fifth prime minister. That's true, Mahodaya, but then it is not classification. He is not separated out based on a jati or a guna or a kriya or sanya. This jati manusheshu kshatriya is a permanent thing. Usha Bhagini, why not kriya as panchama? This is a kriya also you can do. Kriya. Priya, prime ministership is the kriya. Why can't you see that way? No. There it is... it's not a constant kriya for him. He was a prime minister for some time. It is not okay. For that matter, nothing is permanent. You see, when you say Chatranam Panjamaha also is not permanent. No, that is why there is no Nirdharana there. That is what we are saying. There is no Nirdharana in Panjamaha, Chatranam Panjamaha. That's what I'm saying. But Mahodaya's thinking is, why can't it be the Prime Minister? Dashamatvamasi. In the Dashamatvamasi example, yeah. Dashamaha is a Nirdharanam, no? You are the 10th person. No? You are the 10th man there in that group. Yeah. Yes. But there, we are not worried about Nirdharanam there. Whereas here in our example, because No. Listen to me, Sabagini. There are two focal points. One is, for the purpose of Shrashti, you have Yadashtha Nirdharana Sutram, which gives Shrashti. I am not talking about that part of it. Whether Shrashti Bhavadu, Saptime Bhavadu, it's not important for me. But the Nirdharana Tvam, or that specification for that, is due to a jati guna kriya, now manisheshu kshatriya, if you are taking the kshatriya is the jati which is segregating from the manushyas. Agreed. I have not disputed with you. Now when you come to chatranam panchamaha, right, so when he is a chatra, when he is being counted among the chatras, I am taking out the fifth count of the student from the count of the students. Okay. Is it a Nirdharanam or not? That is not a Nirdharanam. Then what is it? Because there is jati, guna, kriya, sanya is mentioned, not ganana. No, but the question is whether Puranantha Pratyaya or Gunantha Pratyaya or Sukhidantha Pratyaya, let us leave it for the time being. That these two things, if it is, does it segregate from the group of people something or segregate something, separate out? In my mind, it is not separating, Mahod. It's not separating, it's not doing a Nirdharanam. No, it is not doing a Prithakaranam. Yeah, when you say Panchamaha, it is Prithakaranam only, no? Why you tell me he is fifth one? Anyway, no, because Nirdharanam means it should be based on the Jati, Guna or Kriya or Sanya. It is neither it is a Jati. Sanya. It is Sanya. No, you are not saying Chatranam Ramaha. When you say Panchamaha, it is only applicable only for a very short time. Whether it is short time or long time. Even if for a millisecond it is such a thing. No, Mahodaya. Whereas Manushyanam Kshatriya is not for a millisecond, Mahodaya. No, that is different. There I don't have a dispute. Manushyanam Kshatriya, Nirnam, Nrushu, Krishna Gava, Brahmana, Krishna Gava. Brahmana, all the same. No. When I am taking it, there are two Purana Pratyayas which are asked, doubting for me. One is Puranandha Pratyaya or Gunandha Pratyaya. No, even in the Gunas... What I say is, if that is not need not be taken at all, then why it is said Purana? Purana, that is the ordinal numbers are all called Purana Pratyanta numbers, Bhagini. Okay, that's right. That's why. Yeah. That is also a Prithakaranam. No? So when you say a boy is amongst the boys, he is the fifth one, that means that is he is Prithakaranam. It is Sankhya way. Ganana way. But now, Ushabagini, my example, let's look at my example. Kshatriyeshu Suratamaha. It is just two words. Okay. Kshatriyeshu Suratamaha or Kshatriyanam Suratamaha. Are you not segregating out one person among the Kshatriya? Yes. No, Mahodaya, there you are not, you have not said anything there. Does that may sentence make a meaning for you? Kshatriyeshu or Kshatriyana? Kshatriyanam Kshatriyeshu is because Yatascha Nirdharanam. I have no doubt on that. No, Yatascha Nirdharanam doesn't say that. Yatascha Nirdharanam says Kshatriyeshu somebody. Or you can say Nrishyeshu. No, Mahodaya. The Suratamaha is only a common dharma. By the common dharma for the Kshatriya, the common dharma is Suratama. Then when you should use that Suratama, you should not use Kshatriyeshu or Kshatriyanam. No, Mahodaya. Suratamaha, there is not a person. Suratama is only one person, Bhagini. There can be only one Suratama. No, Mahodaya. There, at least in that sentence, I don't feel it is the sentence that you showed. Where is that? Enrana Manushyanam Kshatriyaha Suratamaha. Now I am making a difference with Kshatriyeshu Suratama. Kshatriyeshu Suratama is not, you are not doing Prithakaranam, Mahodaya. Kshatriyeshu Ramaha Suratamaha, if you can say that, then you are saying Mama Vivaksha Nasti Ramaha. Parashurama Avi Bhavitam Arhati. Okay, yeah. Then Arjuna Vi Bhavitam Arhati. Yes. Arjuna Vi Bhavitam Arhati. Suratamaha, if you say that, then you are doing the Prithakaranam of Arjuna from the Kshatriyas, among the group of Kshatriyas. Suratamaha, we don't have to worry. Suratamaha is only for the reference. It's only saying that is where my question comes. The Suratama is the Tamapratya is a Guna Prithakaranam. No, Mahodaya. You can ask that to Bhagini. I cannot explain like her. But whatever I feel I said. It is not a permanent character. When you say Chatranam Panchamaha, it is neither based on Guna or Kriya or Sanya. Jati, Guna, Kriya, Sanya, Nasti, Mahodaya, Atra. Anyway, I have a feeling it is a Prithakkaranam. It looks like Prithakkaranam, but it is not. Because Prithakkaranam has been defined as based on Jati, Guna, Griya, Karma. See, what is the meaning of Nirdharana? Nirdharana means Prithakkaranam Bhavati. Prithakkaranam. Prithakkaranam. Specifying a person. So when you say Suratamaha, Suratamaha is adjective to say Arjuna. Let us say Arjuna. Chatriyeshu Arjunaha. Suratamaha is adjective to Arjuna. So Chatriyeshu Suratamaha Arjunaha iti Vadati. So why is it a Prithakkaranam? Yeah, you are doing the Prithakkaranam of Arjuna. Yeah. Yeah. Not Suratama. Yeah, that is exactly what I'm saying. Satra Suratama and Arjuna cannot be samasa. You know, when you say Suratamaha, it is only singular. It means only singular. So Suratamaha, Suratamaha who? Yes. Suppose I ask the name, you say it is Arjuna. Then what Why did you say now the samasa is not there? That is only for na nirdharane is only when you do the manushyanam kshatriya. When you say manushyanam kshatriya, there is the one they are saying na nirdharane says no samasa. Na nirdharane is a samasa nishayataka sutra for nirdharana samasa nishayataka sutra. So no samasa between manushyeshu and kshatriya. So we are not bothered about the Suratamaha at all. Whether you say Suratamaha or Arjuna, it is one and the same because Suratamaha is adjective, visheshanam for Arjuna. That's okay, Bhagini. We are only worried about where the samasa is possible, where the Prithakkaranam is being done. Achha. No, see, the question which I came to my mind and which I asked Bhagini is that tatra samasa nisheda, whether it is happening due to Purana Guna Suhita Atasatavya Tavya Samana Adhikarane iti Sutrena Bhavati Va, Atava Nirdharane iti Sutrena Nirdharane iti Sutrena Bhavati Va iti. There it's okay. Due to the Purana Guna Suhitartha Sadavyayatavya, because there it is Purana Pratyanta Shaptaha, Chatranam Panchamaha. There is no Prithakkaranam. No, but it felt like a Nirdharanam, so na Nirdharane also is prohibiting that. Na Nirdharane. Then why do you even have this sutra? That's what your question was. So why do we even have this? Or it is not a proper example for this. That's what you were trying to say earlier. No, I need a bit of discussion will make it clear, no? I'm not challenging Bhagini or anything. No. That's what you are. You're valid. No, that is intention is nice. Yeah. Intention is we can understand. Okay, I'll go now. I have got book. Okay. Namaste. Thank you all. Dhanyavada. Dhanyavada.